नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुपटे हल्सन्धिः, तृतीयः भागः. अत्र हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययः, थकारादिप्रत्ययः अनयोः योजनविधिः इत्यस्ति. तर्हि अत्र तत्र प्रथमः भागः आसीत् वर्गस्य प्रथमः, द्वितीयः, तृतीयः वर्णः प्राक् अस्ति, अपि च तत्पश्चात् तकारः, थकारः तादृशप्रत्ययः वर्तते चेत् प्रायेण तत्र खरीच इत्यस्य कार्यमेव भवति, अन्यत् किमपि नास्ति. इदानीं धातोः अन्ते चकारः, झकारः वर्तते चेत् तत्र चोः कुः अनन्तरं खरीच इति सूत्रद्वयं कार्यं करोति. तत्रैव चकारान्तधातोः विषये तत्र व्रश्च व्रश्च सृज मृज यजराजभ्राज च शांशः इत्यनेन धातोः अन्ते एते परिगणितदातवः सन्ति चेत् तर्हि तत्र मूर्धने षकारादेशः, चोः कुः इति सूत्रं प्रबाद्य मूर्धने षकारादेशः भवति. तत्पश्चात् स्थुनाष्टुः इत्यस्य कार्यं भवति. इदानीं तत्र चकारान्तधातोः वर्गद्वयं ततः आरभ्य एकवारं पश्यामः. तर्हि अत्र किं पद्मनाभन् महोदय पठितुम् इच्छति वा चकारान्तधातोः वर्गद्वयम्? आम् महोदय. व्रश्च व्रश्य तृतीयः चकाराजकरयोः सामान्यं चकार जकार आगच्छति चेत् ककारः तत् पठितं वा? तत् सर्वं जातं खलु? ओहो, गतवर्गे अहं न आगतवान्. चकारान्तधातोः वर्गद्वयम् अस्तु अस्तु. चकारान्तधातोः वर्गद्वयं तुक् सहितचकारान्तधातुः इति चेत् चोः सूदनुनासिके च इत्यनेन सत्त्वं, तदा व्रश्च भ्रज सृज सृज मृज यज राज ब्राज छसां सः इत्यनेन सत्त्वं. प्रापच योगः ति चोः सूदनुनासिके च प्रा इत्यनेन चकारस्य स्थाने सकारः प्रापस् योगति. अनन्तरं व्रश्च भ्रज सृज मृज यज राज ब्राज छसां सः इत्यनेन अन्तिमचकारस्य स्थाने षकारादेशः भवति. प्रापस् पाप्रस् योगः ति अत्र स्तोनास्तु स्तुनास्तु सुनास्तु इति स्तुत्वं भवति. प्रापस् प्राप्रष्टि इति भवति. एवमेव प्रापच्छतः पाप्रष्टः इति भवति. अनन्तरं बि तुप् सहितचकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कुत्वं. वावाञ् वावाञ्च् योगः ति व्रश्च भ्रश्च सृज मृज यज राज राज ब्राज चसां सः इति सूत्रे तुक् सहितचकारः आवश्यकः, अतः अस्य सूत्रस्य प्रसक्तिः नास्ति. वावाञ्च् योगः ति चोः कुः इत्यनेन कुत्वं. नच्च पदान्तस्य जलि इत्यनेन जलि नकारान्त अनुस्वारादेशः अनुस्वारादेश नकारस्य अनुस्वारादेशः. वावाङ्क् योगः ति करि च वावाङ्क् योगः ति अनुस्वारस्य ययि परसवर्णः वावाङ्क्ति. अत्र तुक् सहितचकारान्तः नास्ति चेत् चोः कुः इत्यनेन कुत्वं भवति. वावाञ्च् योगः ति अत्र व्रश्च भ्रज सृज मृज यज राज ब्राज चसां सः इति सूत्रेण तुक् सहितचकारः आवश्यकः, अतः अस्य सूत्रस्य प्रसक्तिः नास्ति. वावाञ्च् योगः ति आवश्यकः, अतः अस्य सूत्रस्य प्रसक्तिः नास्ति. व्रश्च भ्रश्च सूर्य इत्य सूत्रस्य प्रसक्तिः नास्ति. वावाञ्च् योगः ति चोः कुः इत्यनेन कृत्वं. महोदय, अत्र तुक् सहितचकारः अस्ति खलु, किमर्थं अनुनासिके च इत्यस्य सूत्रस्य प्रसक्तिः नास्ति? वावाञ्च् इत्यस्य यकारः अस्ति, यकारः चकारः तुक् विपरीतचकारः कुत्र अस्ति? नास्ति खलु, तुक् अस्ति चेत् तत्र प्रथमचकारः भवति. अस्तु, भवाञ्च अत्र ञकारः अस्ति, तत् तुक् सहितचकारः नास्ति खलु? आमां नास्ति, तुक् सहितचकारः अत्र वावाञ्चोगति चोग कुः इत्यनेन कृत्वम्, अनन्तरं नष्टापदान्तस्य जलि इत्यनेन जलि परे नकारस्य अनुस्वारादेशः भवति, अतः वावाङ्क् इति भवति. अनन्तरं करीच इत्यनेन वावाङ्क् इति भवति. अनन्तरम् अनुस्वारस्य यि परसवर्णः इति सूत्रेण अत्र ककारस्य स्थाने ञकारादेशः भवति, वावाङ् टि इति भवति. अनन्तरं पठनवान् सूत्रं ब्रश्च ब्रज पठामि वा? पठामि वा? ब्रश्च ब्रज सृज मृज यज राज ब्राज प्रशांस. ओके, ब्रश्च ब्रज सृज मृज यज राज ब्राज तुक् सहित चकारान्त सकारान्तागा च येषां धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशो भवति जलि पदान्ते च. अत्र एतस्य सूत्रस्य प्रसक्तिः अस्ति यत्र व्रश्च भृज सृज मृज यज राज ब्राज एतेषां धातूनाम् अनन्तरं चकारः अन्ते अस्ति चेत्, अतः तालव्यशकारः अन्ते अस्ति चेत् तस्य स्थाने शकमूर्धनि शकारादेशः भवति. अनुवृत्तिसहितसूत्रमस्ति वृश्च भृज सृज मृज यज राज ब्राज चसां सः जलि पदस्य अन्ते च. चोः सुडोनिस्के पठा पठामि वा इति तदपि? बहु समीचीनं महोदय, धन्यवादः. धन्यवादः, धन्यवादः. शोभाभगिनी पठति वा प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम्? आं भगिनि, चोः षुड् अनुनासिके च तुक् सहितचकारस्य स्थाने चकारादेशः अपि न न सूत्रं सूत्रं ओके ओके हा पठतु पठतु पठतु. तुक् सहितचकारस्य स्थाने चकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति. अनुनासिकादिप्रत्ययपरे क्वी परे झलादिप्रत्यय च परे. अनुवृत्तिसहितसूत्रं स्वोः अङ्गस्य स्यूड् क्विझलो क्विझलोः अनुनासिके च इति सूत्रं. यत्र तुक् सहितचकारः अस्ति तस्य स्थाने तालव्यचकारादेशः अपि च वकारः अस्ति चेत् ऊट् आदेशः भवति. अनुनासिकादिप्रत्ययपरे क्वी परे झलादिप्रत्यय च परे इति सूत्रस्य आशयः. अस्माकम् इदानीम् अस्माकं कृते तत्र झलादि इति मुख्यविषयः अस्ति. तत्र शूट् शू इत्यत्र शकारः झलादि प्रत्ययपरे इति स्वीकृतम् अस्ति, किन्तु तत्र क्निति च इति अपि स्वीकर्तुं शक्नुमः इति पूर्वं दृष्टवन्तः. अग्रे पठनीयं वा भगिनि? आमाम् अग्रे सूत्रद्वयं तदपि प्रथमवाक्यम् अनुवृत्ति सहित सूत्रम् अस्तु. स्तुनाष्टुः इति सूत्रं दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्य षकारादेशः तवर्गीयवर्ण आदेशः च भवतः. मूर्धन्य षकारः षकार टवर्गीयवर्णयोः योजनेन इति अनुवृत्तिसहितसूत्रं वदति. स्तोः स्तुना स्तुः संहितायां तत्र स्तोः इत्यस्य अनुवृत्तिः अस्ति. स्तोः स्तुनाशुः इति सूत्रात् अतः अनुवृत्तिसहितसूत्रे स्तोः स्तुनाष्टुः संहितायाम् इति. तर्हि दन्तसकारस्य तवर्गीयवर्णस्य स्थाने मूर्धन्य षकारादेशः अपि च टवर्गीयवर्णस्य आदेशः च भवति यदा मूर्धन्यषकारः टवर्गीयवर्णयोः योजनेन इति. स्कोः संयोगाद्योरन्ते च इति सूत्रं वदति. संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपः भवति, न तु द्वितीयसदस्यस्य इति. यतोहि तत्र संयोग संयोगाद्योरन्ते इति सूत्रं वदति संयोगस्य अन्तिमवर्णस्य लोपः भवेत् इति. एतत् सूत्रम् अपवादसूत्रम् अस्ति तस्य. तर्हि तत्र यत्र सकारककारः वा अस्ति चेत् प्रथमसदस्यः, तत्र एव अस्य सूत्रस्य प्रसक्तिः भवति. अपि च सकारस्य वा अथवा ककारस्य वा लोपः भवति. अनुवृत्तिसहितसूत्रं वदति संयोगाद्योः स्कोः लोपः कदा भवति इति चेत् झलि अपि च पदस्य अन्ते च इति, झलि अथवा पदस्य अन्ते इति. अग्रे पठनीयं वा भगिनि? हा, हुस्कोः संयोगाद्योरन्ते चेत् अपि पठतु. हा, तत् पठितवती पठितवती खलु. तर्हि इदानीं तत्र अग्रे अग्रे स्वीकरोतु. टर्ड इत्यत्र खरिच इत्यनेन टकारादेशः भवति, यतोहि खरिच इत्यनेन चत्वं भवति, वर्गस्य प्रथमवर्णः आदेशः भवति. तत्र टवर्गीयवर्णः टठड इति, तर्हि प्रथमवर्णः टा इति आदेशः भवति. तुनाष्टुः इत्यनेन प्रत्ययादौ ता स्थाने ट, अपि च था स्थाने ठा इति श्रुत्वं भवति. तत्र इत्यत्र प्रत्ययादौ तवर्गः अस्ति चेत् स्तुत्वं भूत्वा टवर्गादेशः, तस्य तवर्गस्य स्थाने, इत्युक्ते तवर्गीयवर्णानां स्थाने टवर्गीयवर्णानाम् आदेशः भवति. अपि च तदनन्तरं खरिच इत्यनेन चर्त्वं भूत्वा प्रथम तस्य वर्गस्य प्रथम वर्णस्य आदेशः भवति. यथा ईड् योगः ते इति अस्ति चेत् तत्र ईड् इत्यत्र डकारः, ष्टुनाष्टुः इत्यनेन स्तुत्वं भूत्वा डकारस्य तत्र स्तुत्वं तत्र डकारः एव भवति, आदेशः भवति. अपि च खरिच इत्यनेन तकारस्य टकारादेशः भवति, टे. अतः ईड् योगः ते, ईड् योगः टे इति भवति. तदनन्तरम् ईट् योगः टे इति, तत्र इदानीं ईटे ईटे इति रूपं तथा तथा द इति अस्ति चेत् खरिच इत्यनेन वर्गीयप्रथमवर्णादेशः, अतः तकारस्य तकारः एव, थकारस्य दकारस्य च तकारः आदेशः भवति. खरिच इत्यनेन प्रथमादेशो भवति. प्रत्ययादौ स्थितस्य ता था इत्यनयोः कोऽपि विकारो नास्ति. यथा अद्य तावद् समीचीनं भगिनि, सम्यक् अस्ति. इत्युक्ते टड इति पठितवती खलु, सम्यक् अस्ति. तथद इति अपि पठितवती. तथद. इदानीम् अग्रे अग्रे गच्छामः. अरुणा भगिनी पठति वा त त ध इति? नमस्कारः यां भगिनि. खरिच इति सूत्रे तकार प्रथमवर्णः आदेशः भवति. खरिच इत्यनेन प्रथम आदेशो भवति. प्रत्ययादौ स्थितस्य थाता इत्यनयोः कोऽपि विकारः नास्ति. उदाहरणम् अद् युगति खरिच इत्यनेन दकारस्थन थकार, अत् युगति अति, तदेव अद्युगतः खरिच, अद्युगतः अत्तः, छिद् छिन्द् युगतः खरिच इत्यनेन चिन्त् युगतः चिन्तः चिन्तः चिन्तः चिन्द् युगतः खरिच चिन्त् युगयः तः चिन्तः चिन्तः. अत्र चिन्ता चिन्ततः इदनयोः विकल्पेन तलकारलोपो कृत्वा चिन्तः चिन्तः भवतः. सूत्रमस्ति जरो जरि सवर्णे. सूत्रं सामान्यमेव खरिच इति सूत्रेण तकार आदेशः भवति. तदेव तकारत्थकार परे परे धातु चिन्त धातु अत्र रूपद्वयमस्ति. प्रथमं चिन्तः चिन्तः चिन्तः अत्र विकल्पेन तत्काललोपो भवति अतः चिन्तः चिन्तः भवतः सूत्रमस्ति झरोझरि सवर्णे पठामि भगिनि झरोझरि सवर्णे हल् केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं झरोझरि सवर्णे जल् उत्तर हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अनुवृत्तिसहितं वदति हलः जरः लोपः अन्यजरस्यां सवर्णे झरि संहितायां सूत्रं भजति हल् वर्ण हल् वर्ण परे झरः अस्ति तत् लोपः भवति अन्य वर्णः अस्ति झरि संहितां समये समीचीनम् हल् उत्तरस्य जरः विकल्पेन लोपः भवति सवर्णे झरि परे इति अस्ति. तर्हि अत्र सर्वत्र चिन्दियोगः तः इत्यत्र निमित्तं किम् इति एकवारं प्रतिपादयतु झरोझरि इत्यस्य कार्यार्थं. चिन्दियोगः अत्र हल्कः अत्र हल्कः तकारः हल् अस्ति किम् छिन्द दकारः अस्ति भगिनि न न दकारः नास्ति नकारः एव नकारः एव नकारः हल् वर्णः झर् वर्णः कः झर् वर्णः तकारः सवर्णः झर् वर्णः सवर्ण झर् वर्णः सवर्ण तकारः भगिनि महाप्राणतकारः आम् इति कृत्वा प्रथमः जर् वर्णः विकल्पेन लुप्यते तकारः विकल्पेन लुप्यते. अस्तु समीचीनं धन्यवादः. तर्हि इदानीं सावर्ण्यं कथं निर्णीयते इत्यत्रापि किञ्चित् दत्तमस्ति तदेकवारं पठामः. तत्र लक्ष्मी भगिनी पठति वा? आं भगिनि पठामि. तुल्यस्य प्रयत्नं सवर्ण तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नः आभ्याम् अनाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञां संज्ञा स्यात्. सवर्णसंज्ञा विधायकसूत्रमिदं तुल्यः नाम सदृशः आस्यम् अस्त योगण्यस् नाम मुखे सञ्जायते यत् तुल्यं च तुल्यश्च तुल्यौ आस्यश्च सोरि आस्यं च प्रयत्नश्च आस्य प्रयत्नौ तुल्यौ आस्य प्रयत्नौ ययोः तत् तुल्यस्य प्रयत्नं द्वन्द्वगर्भ बहुव्रीहिः तुल्यस्य प्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदसूत्रं सूत्रं स्वयं सम्पूर्णं तुल्यस्य प्रयत्नं सवर्णं सवर्णम् इति एका संज्ञा अस्ति. तर्हि कस्य सवर्णः सवर्णसंज्ञं प्राप्नोति इति चेत् अत्र तुल्यस्य प्रयत्नम् तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण निर्णयः जायते. तर्हि अत्र तुल्यम् आस्यं तुल्यः प्रयत्नः ययोः वर्णयोः स्यात् तयोः सवर्ण्यमस्ति अथवा तौ सवर्णसंज्ञकौ इति अत्र सूत्रार्थः अस्ति. अत्र तर्हि तुल्यम् आस्यम् इत्युक्ते आस्यम् इति उच्चारणस्य विषयः अस्ति. तालु कण्ठः मूर्धन्यः इति स्थानानि सन्ति तत्तु उच्चारणस्य विषये निर्णयः तस्य आधारेण जायते. तर्हि तुल्यः तुल्यम् उच्चारणं यत्र अस्ति अपि च प्रयत्नः हास्यम् इत्युक्ते मुखम् अत्र अत्र मुखम् इत्युक्ते उच्चारणस्य एव अर्थः खलु आमां मुखमुखे यानि उच्चारणस्थानानि नासिका अपि च मुखम् इत्युक्ते किं तत्र सर्वाणि उच्चारणस्थानानि कण्ठ कण्ठः तालु मूर्धा दन्तः ओष्ठः ओष्ठौ इत्यादयः आम् आम् आम् अपि च प्रयत्नः इत्युक्ते तुल्यः प्रयत्नः इति वदामश्चेत् आभ्यन्तरप्रयत्नः अत्र परिगणितः तर्हि यत्र तुल्यम् आस्यं तुल्यः प्रयत्नः ययोः वर्णयोः स्यात् तयोः सावर्ण्यम् इति वदामः भगिनि आमामाम् इत्युक्ते अत्र मुखे यानि स्थानानि तालु आदीनि स्थानानि अपि च आभ्यन्तरप्रयत्नः अनयोः सावर अनयोः साम्यता वर्तते चेत् साम्यम् इति महोदय अत्र आभ्यां मानाभ्यां मानाभ्यां किमर्थम् अत्र अर्थः कः मानाभ्यां कुत्र अस्ति आभ्यां मानाभ्यां तुल्य तुल्य तुल्यप्रयत्नम् किं वदतु न श्रूयते तुल्यस्य प्रयत्नम् अत्र सूत्र प्रथम पङ्क्ति अस्ति तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मनाभ्याम् अत्र मनाभ्याम् अर्थं किं लक्ष्मीभगिनी वदति वा मेषर् इति अर्थे इति चिन्तयामि भगिनि मानाभ्याम् इत्युक्ते तौल्यं ययोः वर्णयोः महोदय कृपया म्यूट् करोतु महोदय ध्वनिः अस्ति ध्वनिः अस्ति कृपया म्यूट् करोतु पद्मनाभन् महोदय हा हा इत्युक्ते तत्र आभ्यां मानाभ्याम् इत्युक्ते आभ्यां मानाभ्याम् इत्युक्ते बेता भगिनी वदति मानम् इत्युक्ते मेजर्मेण्ट् तुलतायोः स्यात् इति अस्तु महोदय सम्यक् ओके अग्रे अग्रे पठतु वर्णद्वयं यदा मुखस्य स्थाने मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति स्थानानि कण्ठः तालु मूर्धा दन्त ओष्ठौ इत्यादिकम् आभ्यन्तरप्रयत्नः इत्युक्ते स्पृष्टः ईषत् स्पृष्टः ईषत् विवृतः विवृतः संवृतः चेति बाह्यप्रयत्नः इत्युक्ते विवारः संवारः श्वासः नादः कोशः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितश्चेति ध्येयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते बाह्यप्रयत्नः अस्मिन् विषये न एव अन्तर्भूतः अनेन अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति येषां सवर्णानां स्थानं कण्ठः आभ्यन्तरप्रयत्नः विवृतः तर्हि अत्र तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रस्य प्रतिपादनार्थम् अत्र अस्य किं विवरणार्थम् अत्र दत्तमस्ति यत् वर्णद्वयं कदा सवर्णमिति वदामः इति चेत् मुखस्य समानं स्थानम् अपि चाभ्यन्तरप्रयत्नं च समानं यदा भवति तदा तयोः वर्णयोः सवर्णसंज्ञा भवति तर्हि उच्चारणस्थानं मुखस्य अन्ते अस्ति उदाहरणार्थं कण्ठः तालु मूर्धा दन्त ओष्ठौ इति स्थानानि उच्चारणस्थानानि भवन्ति. अपि च आभ्यन्तरप्रयत्नः कश्चन प्रयत्नः तु द्विविधा भवति. एकं तु आभ्यन्तरप्रयत्नः, एकं तु एकः तु बाह्यप्रयत्नः इति. तर्हि आभ्यन्तरप्रयत्नः मुखस्य अन्ते यः प्रयत्नः अस्ति तत्तु आभ्यन्तरप्रयत्नः. स्पृष्टः, ईषस्पृष्टः इति किमर्थं वदति भगिनि? मुखस्य अन्तः खलु, अन्ते इति अपि वक्तुं शक्यते इति भावयामि. सप्तमी खलु, मुखस्य अन्ते यः प्रयत्नः रूपमस्ति अस्ति वा? मुखस्य अन्ते इत्युक्ते मुखस्य मध्ये इति अर्थः भवति, वक्तुमिच्छति खलु. मुखस्य अन्ते इत्युक्ते इन्सैड् द माउथ् इति वक्तुमिच्छति खलु. मध्ये इत्यस्मिन् अर्थे मुखस्य अन्ते इन्सैड् इति अर्थे इत्यस्मिन् अर्थे मुखस्य बहिः अन्तः इति अस्ति खलु. इन्सैड् द मौत् स्थानम् इति अर्थः तावदेव. इति तर्हि अत्र बाह्यप्रयत्नः अपि स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः, संवृतः इति सन्ति. मुखात् बहिः यः प्रयत्नः सः बाह्यप्रयत्नः, तदपि बहुविधाः सन्ति. विवारः, संवादः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, प्राणः, उदात्तः, निदात्तस्वरितः इति बाह्यप्रयत्नाः. तर्हि सवर्णम् इति कदा वदामः इति चेत् केवलं किं द्वे तत्त्वे एव अपेक्ष्येते इति अत्र उक्तम्. इत्युक्ते उच्चारणस्थानं तथा आभ्यन्तरप्रयत्नः एयोः वर्णयोः तुल्यं भवति, समानं भवति, तदा एव सवर्णसंज्ञा प्राप्यते इति अत्र उक्तम्. तदर्थम् उदाहरणार्थम् अकारः, आकारः, अपि च अष्टादशप्रकाराः च सवर्णः इति वक्तुं शक्यते, यतोहि तेषाम् उच्चारणस्थानं खण्डः, आभ्यन्तरप्रयत्नः विवृतः. अतः एव अकारः अपि च अष्टादशप्रकाराः च सवर्णवर्णः इति सवर्णसंज्ञा इति उच्यते. भगिनि? आमां, समीचीनं, सम्यक् अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? इत्युक्ते उच्चारणस्थानानि आभ्यन्तरप्रयत्नाः, साम्यता वर्तते, सदृशता वर्तते चेत् अनयोः तदानीं तयोः वर्णयोः सावर्ण्यम् इति वयं वदामः. सवर्णसंज्ञा जायते. अत्र सवर्णार्थं बाह्यप्रयत्नस्य आवश्यकता नास्ति. अस्तु, स्पष्टं स्यात्. तर्हि किमर्थम् एतद् उक्तम् इति चेत्, झरोझरि सवर्णे इत्यत्र सावर्ण्यस्य निर्णयः कथम् इति. तर्हि झरोझरि सवर्णे इत्यत्र सवर्णे झरि इत्यत्र उक्तमस्ति. यथा अत्र उदाहरणे अस्माभिः द्रष्टुं शक्यते, तकारः, महाप्राणत्थकारः, अनयोः सावर्ण्यं कथम् अस्ति इति किञ्चित् प्रतिपादयतु भगिनि. भगिनि पुनः कयोः अत्र छिन्दयोगः तकारः इति अस्ति खलु, तत्र चिन्तयोगः थः, महाप्राणतकारः, तकारत्थकारयोः सावर्ण्यं कथम्? चिन्तयोगतः इत्यत्र नकारः हलः अस्ति, दकारः तकारः, दकारः अस्ति परं धकारः अस्ति. तर्हि दकारतकार तवर्गीय व्यञ्जनमस्ति. तर्हि अत्र उच्चारणस्थानं दन्तः अस्ति. तकार तवर्गीयानाम् उच्चारणस्थानं दन्ताः सन्ति सर्वाणि व्यञ्जनानि. अपि च अत्र बाह्य आभ्यन्तरप्रयत्नः तु स्पृष्टः इति स्पृष्टः अस्ति, व्यञ्जनानि सर्वाणि स्पृष्टाः सन्ति इति मम स्मरणे. अतः अत्र तयोः दकार चकारयोः सवर्णसंज्ञा प्राप्यते. चारणस्थानं दन्तः, आभ्यन्तरप्रयत्नः स्पृष्टः इति कारणात् द्वयोः च इति कारणात् तयोः तयोः सावर्ण्यम् अस्ति. वर्णद्वयं च सवर्णसंज्ञकः इति वक्तुं शक्नुमः. समीचीनं. तदर्थं सावर्ण्यनिर्णयार्थं तुल्यस्य प्रयत्न सवर्णम् इति सूत्रम् आवश्यकं. तुल्यस्य प्रयत्नं सवर्णम्. आभ्यन्तरप्रयत्नः तु अत्र स्थानेन्द्रतमः इति सूत्रे भिन्नभिन्न तत्त्वानि यथा स्वीकुर्मः तेषु आभ्यन्तरप्रयत्नः अपि अस्ति इति खलु इति वक्तुं शक्यते खलु. किमर्थं स्थानेन्द्रतमः इति वदति? न, यत्र सावर्ण्यं तुल्यस्य प्रयत्नम् इत्यनेन न कर्तुं शक्नुमः, तत्रैव स्थानेन्द्रतमः वयं स्वीकुर्मः खलु. तत्र तु आभ्यन्तरप्रयत्नः एकः अत्र स्थानेन्द्रतमः इत्यस्य आवश्यकता नास्ति खलु सवर्णस्य विषये? अत्र नास्ति, अहं केवलं पृच्छामि तावदेव. ओ, इत्युक्ते स्थानेन्द्रतमः इति अन्यत्र स्थानेन्द्रतमः इति यथा सूत्रं प्रयोगं कुर्मः तत्र निर्णयार्थं बाह्यप्रयत्नः तस्य प्रयोजनं भवति खलु इति. आमाम्, बाह्यप्रयत्नस्य ओके ओके तत् न श्रुतम्. ओके, बाह्यप्रयत्नस्य प्रयोजनं तत्र दृश्यते, तत्तु अस्ति, तत्तु अस्ति. आम्, समीचीनम्. अस्तु भगिनि, धन्यवादः. इदानीम् इतोपि अस्ति, विजयलक्ष्मी भगिनी पठति वा? आं भगिनि. यद्यपि कस्यचित् अवर्णस्य उदात्तसंज्ञा कस्यचित् अनुदात्तसंज्ञा, तथापि सः भेदः केवलं बाह्यप्रयत्नस्य, अतः सावर्ण्यविषये नैव आयाति. तथैव क ख ग घ ङ एतेषां पञ्चानां सवर्णसंज्ञा भवति. यद्यपि ककारस्य बाह्यप्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः च, अपि तु घकारस्य बाह्यप्रयत्नः संवारः, नादः, घोषः, महाप्राणः च. नाम द्वयोः वर्णयोः बाह्यप्रयत्नः तथापि ककारघकारयोः सवर्णसंज्ञा भवति एव, यतोहि मुखे स्थानं समानं कण्ठः, आभ्यन्तरप्रयत्नः समानः स्पृष्टः च. ककारः चकारः इत्यनयोः सवर्णसंज्ञा तु न भवति, यतः यद्यपि आभ्यन्तरप्रयत्नः समानः स्पृष्टः, तथापि मुखे स्थानं भिन्नं, ककारस्य कण्ठः, चकारस्य तालु इति. ककार ङकारयोः सवर्णसंज्ञा भवति, यतः मुखे स्थानं समानं कण्ठः, आभ्यन्तरप्रयत्नः समानः स्पृष्टः च. तयोः बाह्यप्रयत्नः भिन्नः, यतः नकारस्य कृते नासिकायाः प्रयोगो भवति, परञ्च स च भेदः मुखात् बहिर्वर्तते. अतः अत्र अप्रासङ्गिको विषयः इति. अकारः ककारः इत्यनयोः सवर्णसंज्ञा भवति वा? नैव. द्वयोः स्थानं समानं, परन्तु आभ्यन्तरप्रयत्नः भिन्नः, अकारस्य विवृतः, ककारस्य स्पृष्टः इति. अत्र कस्य केन सह सावर्ण्यं भवति इत्यस्य विषये इतोपि अधिकं दत्तमस्ति. यथा कवर्गीयवर्णानां क ख ग घ ङ एतेषां पञ्चानां सवर्णसंज्ञा भवति. यद्यपि ककारस्य बाह्यप्रयत्नः भिन्नः, विवारः, श्वासः, अघोषः, अल्पप्राणः च इति भवति, अपि च घकारस्य बाह्यप्रयत्नः संवारः नादः घोषः महाप्राणः इति भवति, परन्तु द्वयोः वर्णयोः बाह्यप्रयत्नः भिन्नः भवति चेदपि तेषां सावर्ण्यं भवति, बाह्यप्रयत्नस्य अत्र गणना न करणीयम्। मुखस्य अन्तः यस्य तत्र स्थानम् अपि च उच्चारणस्थानम् अपि च प्रयत्नः एव द्रष्टव्यम्। द्वयोः वर्णयोः अभ्यन्तरप्रयत्नः स्पृष्टः इति, अपि च मुखे उच्चारणस्थानं कण्ठः इति, अतः तेषां सावर्ण्यं वर्तते। एवमेव ककार अपि च चकार इत्यनयोः सवर्णसंज्ञा कदापि न भवति, यतोहि ककारस्य उच्चारणस्थानं कण्ठः, अपि च चकारस्य उच्चारणस्थानं तालु। यद्यपि आभ्यन्तरप्रयत्नः समानं, प्रयत्नः समानः स्पृष्टः इति, परन्तु मुखे उच्चारणस्थानं भिन्नम् अस्ति इति कृत्वा तेषा तयोः सावर्ण्यं न वर्तते। एवमेव ककार अपि च ङकारयोः सवर्णसंज्ञा भवति, यतोहि उच्चारणस्थानं कण्ठः, अपि च आभ्यन्तरप्रयत्नः स्पृष्टः, परन्तु बाह्यप्रयत्नः पश्यामश्चेत् तत्र नकारस्य नासिका इत्यस्य मुखसहितनासिका इति भवति खलु, अतः तस्य उच्चारणस्थानं बाह्य उच्चारणस्थानं भिन्नं, परन्तु सावर्ण्यं भवति, यतोहि वर्गीयव्यञ्जनानि कण्ठः अपि च स्पृष्टः इति द्वयोः क्रैटीरियन् समानमस्ति इति कृत्वा। एवमेव अकार अपि च ककार इत्यनयोः सावर्ण्यं न भवति, यतोहि अकारः अपि कण्ठात् उच्चारणं भवति, ककारस्य अपि कण्ठात् उच्चारणं भवति, परन्तु अकारः तु प्रयत्नः विवृतः, ककारस्य स्पृष्टः भवति, अतः तेषां तयोः किं सावर्ण्यं न भवति इति समरि। सम्यक् अस्ति, तत्र अग्रे एकं वाक्यद्वयमस्ति, तदपि पठतु, अत्र सारांशः। अत्र सारांशः एवं यत् तकारछकारयोः सावर्ण्यम् अस्ति, अतः अधस्थिते उदाहरणे तकारस्य विकल्पेन लोपो भवति, छिन्द् योगः थः खरि च इत्यनेन छिन्त् योगः थः छिन्थः, तत्र तकारथकारयोः सावर्ण्यम् अस्ति इति कृत्वा झरो झरि सवर्णे इति सूत्रेण तकारस्य लोपः विकल्पेन भवति, अतः छिन्थः छिन्थ रूपद्वयमपि साधु। एवमेव पकार फकार बकार इत्यनयो इति प्रथमत्रयवर्णानां खरि च इत्यनेन पकार न तदग्रे अग्रिमबिन्दुः पकार पकार बकार अत्र सावर्णस्य विषयः नास्ति, अत्र अग्रिमबिन्दुः वर्गस्य प्रथमवर्णः तत्र पकारान्त फकारान्त बकारान्तधातुः अस्ति चेत् किं भवति इति अग्रिमः विषयः अस्ति इति, एतावता पूर्वं यद् यः विषयः दृष्टः अस्ति तकारान्तधातोः विषयः सः तु समाप्तः। इदानीम् अग्रे तर्हि इदानीम् अग्रे किं उमा भगिनी पठति वा? अस्ति वा भगिनि? अस्तु तर्हि अस्ति वा? पठ पठतु। श्रूयते वा? उच्चैः वदतु, श्रूयते। अत्र सारांशः एवं यत् तत् पठितं इदानीं प फ ब ओके ओके खीस्य सूत्रस्य प आगच्छति खरीस इत्यनेन प्रथमादिषु भवति प्रत्ययादिषु प्रत्ययादौ स्थितस्य स थ इत्यनयोः कोऽपि विकारो नास्ति यथा स्टोप् योगः सा खरीस स्टोप्ता रिमैण्ड् अस्ति कृते स्टेप् योगः सा स्टेप्ता अत्र तृतीयवर्णः खरीचसूत्रस्य प्रथमादेशो भवति अण्ड् प्रथमान्तिमवर्णः द्वितीय अन्तिमवर्णः तदेव भवति खरीदसूत्रस्य कोऽपि विकारः नास्ति दात्वं भगिनि एकनिमिषं भगिनि तत्र प्रत्ययादौ स्थितस्य तथ इति कापि पेस्ट् एरर् भवति किमर्थं कापि पेस्ट् एरर् धातोः अन्ते एतादृशवर्णाः अपि च प्रत्ययः तु अत्र अस्मिन् करपत्रे सर्वत्र प्रत्ययः तकारः अथवा तकारः एव ओ अस्तु अस्तु अस्तु योगः सा हरितसूत्रस्य एव अस्ति चेत् योगः सा चेत्ता एव अस्ति अग्रे पठामि वा आमाम् अग्रे पठतु सूत्रमपि पठतु अग्रे दात्वन्ते वर्गस्य चतुर्थवर्णः अपि अपि च तृतीयादौ स थ वास्ति कार्यद्वयं वर्तते धातोः अन्तिमवर्णः वर्गस्य चतुर्थ सदस्य चेत् दशन्तधातुरिति उच्यते अत्र दशन्तधातुभ्यः सादि खादि च प्रत्ययानां योजनविधिः तु चतुर्थ धातोः अन्तिमवर्णः वर्गस्य चतुर्थ सदस्य चेत् दशन्तधातुरिति उच्यते ओके अत्र दशन्तधातुभ्यः सादि खादि च प्रत्ययानां योजनविधिः ओके दशन्त दशन्तोर्धः इत्यनेन प्रत्ययादौ सारि प्रत्ययादौ स थ इत्यनयोः स्थाने धकारादेशो भवति दशन्तस्तो दशन्तस्तो ढोधः जश् उत्तरस्य ठकारयोः स्थाने नकारादेशो भवति धा दातुं वर्धयित्वा ओके वर्धयित्वा धा दातुं वर्धयित्वा तस्य ख च तथौ इतरेतद्वन्द्वः तयोः तथोः तयोः तथोः तकार तकारोत्तर अकारः उच्चारणार्थम् अस्ति अग्रे धः इत्यस्य धकारोत्तर अकारः अपि तथा न धा अधा नैतत्पुरुषः तस्मात् अधः दशः पञ्चम्यन्तं तथोषष्ट्यन्तं ततोः षष्ट्यन्तं दः प्रथमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं दशः तथो दः अधः अत्र दश ततो धो धः इति सूत्रस्य विवरणम् अस्ति. दश उत्तरस्य तकारफकारयोः सारि तकारधकारयोः स्थाने धकारादेशो भवति धा धातुं वर्धयित्वा इति एक्सेप्ट् धा धातु धकारादेशो भवति. जस् उत्तरस्य अकार अकारयोः स्थाने तश्च ह च तथो तथौ इतरेतरद्वः तयोः तथो तथोः तकारोत्तर अकारः उच्चारणार्थम् अस्ति. अग्रे दः इत्यस्य धकार उत्तर अकारः अपि तथा न धा अधा नैतत्पुरुषः तस्मात् अधः दशः पञ्चम्यन्तं तथोः षष्ट्यन्तं दः प्रथमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिति सूत्रं सूत्रं स्वयं सम्पूर्णं तु दशः तथोः दः अधः तदा जनां जसि जनेन भगिनी समीचीनम्. एतावता यदुक्तवती सम्यक् अस्ति. तत्र मम प्रश्नः अस्ति, अधः इत्यत्र यः नञ् तत्पुरुषः अस्ति तत्र नयः अर्थः कः? कोऽपि वदतु. नञ् तत्पुरुषः तु न धा धा अस्ति चेत् तत्र इत्युक्ते अत्र किम् अस्ति, पर्युदासः अस्ति वा प्रसज्यप्रतिषेधः अस्ति वा? पर्युदासः. किञ्चित् वदतु भगिनि. अधः धा इति धातुः विहाय अन्यः धातुः भवेत् तत्र सदृशः अस्ति इति कारणात् पर्युदासः स्यात्. अत्र वर्तते अन्यधातुः स्यात् अत्र. इत्युक्ते तत्रोपि किञ्चित् वक्तव्यं. सम्यक् सम्यक् अस्ति. अन्यः धातुः कीदृशः भवेत्? तादृश इत्युक्ते इत्युक्ते इदानीं न तदस्ति, परन्तु किञ्चित् म्यूट् करोतु तत्र प्रतिध्वनिः कस्यचित् उमा भगिनी. हा इत्युक्ते तत्र किम् अस्ति इति चेत् समीचीनं, तत् सदृशः तद्भिन्नः इति तु समीचीनं. तत्र दा धातुं वर्जयित्वा अन्यः धातुः इति सत्यं, परन्तु इतोपि कः इति चेत् तत्र तत्र सूत्रे तु अधः इति दत्तं खलु. अधः इत्यस्य प्रातिपदिकं किम्? नाधः इति समासः इति अत्र अधः इत्यस्य प्रातिपदिकं किम्? अध् अध् खलु अध् अध् इति वयं वदामः चेत् न ध न ध न ध अध् खलु न द् द् इति तत्र जषन्तः अस्ति. इत्युक्ते द् इति धातुः जषन्तः अस्ति, तर्हि अत्र सूत्रे द् इति न दत्तं चेत् तदानीं सर्वेषां जषन्तानां ग्रहणं भवति, सर्वेषां जषन्तधातूनां ग्रहणं भवति. परन्तु सर्वेषां जषन्तानां ग्रहणं मा भूत्, तत्र दा इति धातुः यदा जषन्तः जायते तादृशधातोः ग्रहणं मा भूत्. अन्येषां ग्रहणं भवतु. खलु यतोहि सर्वेषां सर्वेषां ग्रहणम् अस्ति चेदेव वयं वक्तुं शक्नुमः एतद्विहाय इति. सर्वेषां ग्रहणं नास्ति चेत् एतद्विहाय इति किमर्थं वक्तव्यं? तर्हि प्रथमतया सर्वेषां ग्रहणम् अस्ति इति वक्तव्यं. सर्वेषां धातूनां सूत्रे जशन्तः इति यदा उक्तं, सर्वेषां जशन्तधातूनां ग्रहणम् अस्ति. यः कोऽपि जशन्तधातुः भवति तस्य उत्तरं, तस्य अनन्तरं तकारः तकारः वर्तते चेत् धकारादेशः भवति इति सामान्यतया उक्तं. तर्हि सर्वेषां धातूनां जशन्तधातूनां ग्रहणं भवति. तर्हि दा धातोः अपि ग्रहणं भवति. दा धातुः यदा जशन्तः भवति तस्य अपि ग्रहणं भवति तत्र. तदर्थम् अधः इति वक्तव्यं. यदि ग्रहणमेव नास्ति तर्हि अधः इति किमर्थं वक्तव्यं? तर्हि प्रथमतया यः समुदायः वर्तते जशन्तसमुदायः, तत्र धा धातुः अपि वर्तते, परन्तु केवलं तस्य वर्जनम् इति प्रसज्य प्रतिषेधः. क्षम्यतां, पर्युदासः. आम् इत्युक्ते प्रथमतया जशन्तः इत्यत्र ग्रहणं नास्ति चेत् अधः इति वक्तव्यम् इति नास्ति. यदा अधः इति तदानीं वदति चेत् तदानीम् अर्थबोधः न जायते. ग्रहणं नास्ति तर्हि अधः इति किमर्थम् उक्तम् इति तत्र प्रश्नः भवति. अत्र अधः इति वदति चेत् तदानीं प्रथमतया प्रश्नः. तर्हि तत्र यदा वयं वदामः निषेधसूत्रम् अस्ति चेत् विधानं भवेत् तदानीमेव निषेधः भवितुम् अर्हति खलु. एवम् अत्रापि विधानम् अस्ति. यशसूत्रस्य तकारतकारयोः स्थाने धकारादेशः इति विधानम् अस्ति. धाधातोः कृते अपि विधानम् अस्ति. तर्हि परन्तु तस्य निषेधः क्रियते अत्र. धाधातोः न भवेत् इति निषेधः अस्ति. निषेधः विधानमपि अस्ति, निषेधः अपि अस्ति अत्र. परन्तु कुत्र प्राधान्यम् इति चेत् तत्र विधाने एव प्राधान्यम्. आं भगिनि. आम् अस्तु. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. सूर्यकुमारी भगिनी अग्रे पठति वा? हा भगिनि, केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं सूत्रस्य विषये. तथा जलां जस् जसि इत्यनेन धात्वन्ते चतुर्वर्णस्य स्थाने तृतीयादेशो भवति. सूत्रमस्ति जलां जस् जसि. जलां स्थाने जसत् जस् आदेशो भवति जसि परे. अनुवृत्तिसहितसूत्रमस्ति जलां जस् जसि संहितायां. यत्र धात्वन्ते जल्वर्णः अस्ति, प्रत्ययादौ जस्वर्णः अस्ति, जलां स्थाने जस् आदेशः भवति. यथा दोग् योगहति जसस्तदोर्धोदः इत्यनेन प्रत्यये स्थितस्य तकारस्य स्थाने धकार आदेशः भवति. दोग्योगः धि भवति. तत्र गकारः जल्वर्णः, प्रत्यय आदिवर्णः धकारः, जस्वर्णः अस्ति. जल्वर्णस्य स्थाने जस् आदेशः भवति जसि परे. गकारस्थाने जस्वर्णः गकारः दोग् भवति. दोग्योगः धि, दोग्धि अन्तिमरूपम्. संक्षिप्तेन चतुर्थवर्णस्य स्थाने तृतीयादेशः भवति इति, जसि परे अस्ति चेत्. उदाहरणानि सन्ति तथैव लालभ्योगः ति, बकारः जल्वर्णः, तत्र प्रथमवर्णः धकारः. न, बकारः जल्वर्णः इति न वक्तव्यम्. न, बकारः जल्वर्णः भगिनि. न, बकारः जल्वर्णः इति न वक्तव्यं, बकारः जश्वर्णः इति वक्तव्यं खलु. जसन्तः अस्ति इति कृत्वा तकारस्य धकारः भवति लालभ् जसन्तः जशन्तः जशस्ततोर्दोदः इत्यस्य कार्यार्थं जशन्तः भवेत् खलु प्रत्ययः अपि जश्वर्णवर्णः अस्ति इति न प्रथमतया लालभ्योगः ति इति अस्ति खलु तत्र तकारस्थाने तकारादेश भवति अनन्तरं भास्थाने जश्वर्णादेश भवति लालब् भवति वर्णमेलनेन लालब्धि भवति प्रथमं दायितनेन तास्थाने ता आदेश भवति ऋणद् योगः धि तदनन्तरं जलां जस् जसि इति सूत्रेण धास्थाने तृतीयवर्णः दकार आदेश भवति ऋणद् योगः धि ऋणद्धि तदेव जाजर्ज् तत्रापि जकारः जश्वर्णः अस्ति प्रत्ययतकार अस्ति ति जशस्तदोर्धोदः इत्यनेन तकारस्थाने धकारादेश भवति धि भवति क्षम्यतां तत्र इत्युक्ते चोः गुः प्रथमतया न भवति जशस्ततोर्धोदः इति सूत्रं प्रथमतः अङ्गाधिकारे अस्ति न एतदपि अष्टमध्याये एव अस्ति जशस्ततोर्धोदः इत्यपि अष्टमध्याये अस्ति चोः कुः इत्यस्य सूत्रसङ्ख्या का चोः कुः द्वितीयपादे अस्ति द्वितीयपादे एव अस्ति तत्र सू 8:30 इति प्रथमतया भवति खलु आम् आं भगिनि ओके ओके तर्हि प्रथमतया भवति इति कृत्वा चोः कुः प्रथमतया भवति चोः कुः इत्यनेन जकारस्य स्थाने भवति जाजर्घ भवति जाजर्घ योगति ककारजस्वर्णः अस्ति जष्टदोदोदायतनेन धि भवति अनन्तरं जलां जश्चेति इत्यनेन घकारस्थाने तृतीयवर्णः घकारादेश भवति जाजर्ग् योगः धि जाजर्धि भवति समीचीनं समीचीनं तर्हि अत्र सूत्रस्य विषये तत्र उच्चारणार्थम् अहं वदामि जशस्ततोर्दोदः जशस्ततोर्दोर्दगः इति न भवती उक्तो सम्यक्तया उक्तवती परन्तु अहं बहुधा श्रूयते जशस्ततोर्दोर्दः इति न तथा नास्ति जशस्ततोर्दोदः आं भगिनि अस्तु समीचीनं तर्हि किञ्चित् अग्रे गच्छामः किम् अग्रे मीना भगिनी पठति वा पठामि भगिनि नकारान्तमकारान्तधातुभ्यः तकारादिठकारादिप्रत्ययानां योजनविधिः क्षम्यतां भगिनि मम करपत्रे योजनविधिः नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकधातुरिति उच्यते अत्र सोपानत्रयम् अस्ति सर्वप्रथमं स च तकारादिप्रत्ययः सर्वप्रथमं स च तकारादिप्रत्ययः तकारादिठकारादिप्रत्ययः कित् गित्वा अस्ति अस्ति वा न वा इति निर्णेतव्यम्. सर्वप्रथमं स च तकारादि तकारादिप्रत्ययः तकारादिप्रत्ययः कित् कित् वा अस्ति वा न वा इति निर्णेतव्यम्. कित् गित् प्रत्ययः यथाः त्यक्तवतु तिन्तः नाम तस् तित्तश्चित्येषु तस् तस् अपित् सावधातुकम् अतः ङित्वत्. कित् ङित् भिन्नाः यथाः तुङ्तव्यति. सोपानत्रयं तत्र ओके प्रथमं तकारादि तकारादि तकारादि कित् ङित्वा निर्णेतव्यं. कित् ङित् प्रत्ययाः तथा क्तवतु किम् इति अतः नाम तस् तत्र तिप्तस् तस् इति अपि कारणेन स ङित्वत् भवति. कित् ङित् भिन्नाः ता तुमन्तव्य इति प्रथम निर्णेयं. तकारादि तकारादि प्रत्ययः कित् ङित् चेत् द्वितीयसोपानम् आरोढव्यम्. द्वितीयसोपानं तकारादि तकारादि प्रत्ययः कित् ङित् नास्ति चेत् तकारादि तकारादि प्रत्ययः कित् ङित् चेत् द्वितीयसोपानम् आरोढव्यं. तकारादि तकारादि प्रत्ययः कित् ङित् नास्ति चेत् साक्षात् तृतीयसोपानं गन्तव्यम्. तत्र तृतीयसोपानं किं कुत्र अत्र त्रीणि सोपानि अस्तु इति उक्तं. तत्र सोपानत्रयमस्ति, कुत्र अस्ति भगिनि? ओ प्रथमसोपानमेव अत्र अत्र सोपानत्रयं तत्र तकारतकारादि कित्वा इति सोपानम् प्रथमसोपानं. कित् कित् भिन्नाः तुमन्तव्य इति. तकारादि तकारादि प्रत्यय कित् कित् चेत् तदनन्तरं द्वितीयसोपानम् आरुढ तकारादि तकारादि प्रत्ययः कित् कित् नास्ति चेत् साक्षात् तृतीयसोपानं गन्तव्यं. द्वितीयसोपानं तकारादि तकारादि प्रत्ययः कित् कित् चेत् अधस्थन अङ्गकार्यं करणीयम्. कित् कित् चेत् अङ्गकार्यं करणीयं सामान्यनियमः. यदा नो चेत् अग्रे तृतीयसोपानं सन्धिकार्यम् अग्रे आयास्यति. तत्र नास्ति तत्र अत्र नास्ति अग्रे दत्तमस्ति अग्रे दत्तमस्ति तृतीयसोपानं सन्धिकार्यम् सामान्यनियमः. अनुनासिकस्य क्विजलोः ज्ञिति इत्यनेन जलादि एकक्षणम् बहु किमपि पठितवती तत्र अवगच्छामः किं किम् इत्युक्ते धातुः नकारान्तः मकारान्तः वर्तते खलु, तर्हि अनुनासिकः धातुः तर्हि अनुनासिकधातुः वर्तते चेत् अनन्तरं प्रत्ययः तकारादि तकारादिः वर्तते चेत् इदानीं तादृशप्रत्ययः कित् अस्ति वा नित् अस्ति वा इति चिन्तनीयम्. यदि कित् नित् प्रथमसोपानं यदि प्रत्ययः कित् नित् नास्ति चेत् तदानीं साक्षात् सन्धिकार्यम् अग्रे आगच्छति तृतीयसोपानं प्रति गन्तव्यं. यदि प्रत्ययः कित् नित् अस्ति प्रत्ययः कित् नित् अस्ति चेत् अङ्गकार्यं भवति कित् नित् निमित्तीकृत्य अङ्गकार्यं भवति. तर्हि तदर्थं तत्र किं सूत्रमस्ति चेत् तत्र वस्तुतः त्रीणि सूत्राणि सन्ति. एकं तु अनुनासिकस्य क्विज्जलोः क्निति इति एकं सूत्रम्. अनन्तरम् अनुदात्त उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इति अन्यत् सूत्रम्. अनन्तरं झनसनखनां सञ्जलोः इति तृतीयं सूत्रम्. एतेषु त्रिषु सूत्रेषु तत्र किं सूत्रं कार्यं करोति इति अस्माभिः निर्णेतव्यम्. अत्र सर्वसामान्यसूत्रमस्ति अनुनासिकस्य क्विज्जलोहक्निति इति सर्वसामान्यं सूत्रमस्ति. इतोपि विशिष्टसूत्रमस्ति अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इति विशिष्टं सूत्रमस्ति. तत्र केवलं कतिचन परिगणितधातवः सन्ति तेषां विषये एव कार्यं भवति. अनन्तरं जनसनखनां सञ्जलोः इति सूत्रम् अपि विशिष्टमस्ति, तत्रापि परिगणितधातवः सन्ति. अतः सर्वसामान्यसूत्रमस्ति अनुनासिकस्य कुचलोहोप्मिति इति सूत्रम्. तर्हि भगिनी धन्यवादः भगिनी. इदानीम् उषा भगिनी अग्रे पठति वा? अस्तु भगिनि. एकनिमिषं भगिनि. अस्तु. तकाराति प्रत्ययः कित् ङित् चेत् अधस्तनम् अङ्गकार्यं करणीयम् अस्तु. सामान्यनियमाः अनुनासिकस्य क्विज्जलोः कितिङिति इत्यनेन जलाति कित् ङित् प्रत्यये परे अनुनासिकधातोः उपधायाः दीर्घत्वं भवति. यदा शं योगः त प्रत्ययः शं योगः त क्षां योगः शां योगः त शान्त वं योगः त वां योगः त वान्त. अत्र अनुनासिकस्य क्विज्जलोः कितिङिति इत्यस्य सूत्रस्य प्रसक्तिः. सूत्रं भवति पूर्णसूत्रं पठनीयं खलु भगिनि? अनुनासिकस्य क्विज्जलोः कितिङिति अनुनासिकान्त अङ्गस्य उपधायाः दीर्घ आदेशः भवति. क्वी च झलाति कितिङिति प्रत्यये परे. क्वि क्विश्च झल् तयोः इतरेतरद्वन्द्वः क्विज्जलोः क्विश्च झल् च तयोः इतरेतरद्वन्द्वः क्विज्जलौ तयोः क्विज्जलोः क्विच ङ च तयोः इतरेतरद्वन्द्वः ङौ तौ इतौ यस्य तत् तस्मिन् किङिति. अनुनासिकस्य षष्ट्यन्तं क्विज्जलोः सप्तम्यन्तं किङिति च सप्तम्यन्तं त्रिपदमिदं सूत्रम्. नोपदायाः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः. झलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. येन विदुस्तदन्तस्य इत्यनेन तादृशस्य अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति इति. यस्मिन् विदुस्तदादौ अल्ग्रहणे इति वार्तिकम् इत्यनेन क्विज्जलोः किङिति इत्युक्तौ क्वि योगः जलादौ जलादौ कितिङिति इति. तादृशप्रत्ययः यस्य आदौ जल् स्यात्. अनुवृत्तिसहितसूत्रम् अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विज्जलोः कितिङिति इति. अनुनासिकान्त अङ्गस्य उपधायाः सूत्रं वदति. अनुनासिकान्त अङ्गं भवति चेत् तस्य उपधायाः दीर्घत्वं भवति. दीर्घ आदेशः भवति कदा इति चेत् क्वि इति परः अस्ति चेत् क्विप् ऐ गेस् क्विप् च जलाति जलाति कितिङिति च प्रत्यये परे. क्वि अथवा जलाति कितिङिति प्रत्ययः परः अस्ति चेत् अनुनासिकान्त अङ्गम् अत्र शम् इति अनुनासिकान्त अङ्गं तस्य उपदा अकारः दीर्घः भवति. यतोहि परः त प्रत्ययः अस्ति. त प्रत्ययः जलाति प्रत्ययः अपि च कित् कित् प्रत्ययः इत्यनेन जलाति कित् प्रत्यये परे अस्ति इत्यनेन अनुनासिकान्ताङ्गस्य शम् इत्यस्य उपदा दीर्घः भवति. शान्त इति भवति. सूत्रं वदति क्विश्च जल् च तयोः इतरेतरद्वन्द्वः अस्तु. क्विज्जलोः इति वदति. क्विज्जलोः अपि च कितिङिति वयं जानीमः तस्मिन् इति कित् अथवा ङित् इति. अनुनासिकस्य षष्ट्यन्तम् अनुना अस्तु. क्विजलोः सप्तम्यन्तं इति सप्तम्यन्तं नोपदायाः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः. झलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः. डकार अथवा रेफलोपः अस्ति चेत् पूर्वस्य दीर्घोणः इत्यनेन दीर्घः अनुवृत्तिः भवति. अस्तु. 6364 अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गम् यस्य अन्ते अनुनासिकवर्णः अस्ति अस्तु येन विधिस्तदन्तस्य अनुवृत्तिसहितसूत्रे अस्ति अनुनासिकस्य अङ्गस्य इत्यस्य विशेषणविशेष्यभावं दृश्यते इत्यनेन येन विधिः यत्र कृते विधिः अस्ति विधीयते तस्य अन्तस्य तस्य अनुनासिकस्य अङ्गस्य अन्ते अनुनासिकस्य अङ्गस्य अन्ते इति वयं येन विधिस्तदन्तस्य इत्यस्मात् अङ्गं यस्य अन्ते इति वयं स्वीकर्तुं शक्नुमः अत्र अनुनासिकान्त अङ्गस्य अन्ते अनुनासिकवर्णः अस्ति इति येन अनुनासिकस्य अङ्गस्य इति तस्य उपादायाः दीर्घः तस्य उपादायाः दीर्घः इति सूत्रं वदति यस्मिन् विधस्तदादौ अल्ग्रहणे इति क्विज्जलोः कितिङ् इति क्विजलोः कितिङ् इति अत्र अनुवृत्तिसहितसूत्रे वयं पश्यामः चेत् क्वि जलोः कितिङ् इति इत्युक्तौ क्वि योगः जलादौ जलोः इत्यस्य कृते जलादौ येन यस्मिन् विधिस्तदादौ अल्ग्रहणे यस् तत् आदौ अस्ति जलादि इति जलादौ इति वयं स्वीकर्तुं शक्नुमः यस्मिन् विधिस्तदादौ अल्ग्रहणे क्वि अपि च जलादौ कितिङ् इति प्रत्ययः अत्र जलादौ इति जलादि कितिङ् इति तप्रत्ययः सूचयति क्विज्जलोः कितिङ् इति अनुनासिकस्य क्विज्जलोः कितिङ् इति इत्यनेन शं योगः तप्रत्ययः दीर्घः भवति उपदायाः दीर्घः भवति उपदा अकारः दीर्घः भवति शाम् इति भवति शां योगः त अनन्तरं मकारः नप्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययि परसवर्णः शान्तः एव भवति एवमेव वं योगः तः एवमेव वं योगः तः तत्रापि अनुनासिकान्त अङ्गम् अस्ति वाम् वाम् इति भवति वां योगः तः अत्रापि वान्त इति अन्तिमं रूपं समीचीनं तर्हि अनुनासिकस्य क्विज्जलोः कृति इति सर्वसामान्यं सूत्रमस्ति अत्र यः कोऽपि अनुनासिकधातुः वर्तते तद् अनुनासिक अङ्गं भवति तस्य अनन्तरं जलादि कितिनिति प्रत्ययः क्विप्रत्ययः इति विशिष्टमस्ति अत्र अस्मिन् प्रसङ्गे जलादि कितिनिति प्रत्ययः यथा अत्र तकारादिप्रत्ययः थकारादिप्रत्ययः कित् नित् वर्तते चेत् जलादि कितिनिति भवति अतः तादृशप्रसङ्गे उपादायाः दीर्घत्वं भवति यथा अत्र तप्रत्ययः कित् नित् अस्ति जलादि अपि अस्ति अतः शम् इत्यत्र उपादायाः दीर्घत्वं शाम् इति भवति अनन्तरं सन्धिकार्यम् इति अत्र सूत्रार्थः अस्ति सूत्रस्य विषये कोऽपि प्रश्नः अस्ति वा ओके तर्हि इदानीम् अग्रे किञ्चित् गच्छामः तर्हि किं पद्मनाभन् महोदय पठति वा पद्मनाभन् महोदय भगिनी मोनो धातोः इति अत्र न आयाति खलु मोनो धातोः तत् पदान्ते एव भवति अत्र पदान्तं नास्ति पदान्ते मकारः भवेत् धातोः पदान्ते मकारस्य नकारादेशः तद् नास्ति अस्तु पद्मनाभन् महोदय न दृश्यते तर्हि लक्ष्मीभगिनी पठतु आं भगिनि हल्सन्ति पाठे इति तदारभ्य खलु भगिनि इत्यस्य प्रसङ्गः नास्ति किन्तु तस्य दृष्टान्तः दास्यते येन पूर्णसूत्रातः स्पष्टः स्यात्। केचन प्रत्ययाः सन्ति ये यदा प्रातिपदिकेभ्यः सुबन्धेभ्यः च विधीयन्ते तदा नामधातु निष्पद्यते। येषु क्विप् प्रत्ययः अन्यतमः। क्विप् प्रत्ययस्य सर्वापहारः लोपः भवति, नाम पूर्णप्रत्ययस्य लोपः। ककारः लशक्व तत्के इत्यनेन, पकारः हलन्त्यम् इत्यनेन तयोः इत्संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण लोपः च। इकारः केवलम् उच्चारणार्थं, तदा वकारः एकाकी, तस्य च वेरपृक्तस्य इत्यनेन लोपः। तदानीं किमपि न अवशिष्यते, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य लक्षणं भवति एव। अतः यद्यपि तस्य लोपः जातः, किञ्च क्वि परे अस्ति इति बुध्यते। अत्र अनुनासिकस्य क्विजलोः ङिति इति सूत्रे क्वि क्विप् प्रत्ययस्य प्रतिपादनमस्ति। तर्हि अत्र धातुपाठे अस्य उदाहरणमस्ति वा इति चेत्, अत्र उक्तं यत् प्रायेण प्रातिपदिकेभ्यः सुबन्धेभ्यः एव क्विप्रत्ययः विधीयते, अनेन नाम धातुः निष्पद्यते। तर्हि सन्धिपाठे तादृशप्रसङ्गः नास्ति इति अत्र उक्तम्। अपि च अत्र क्विप्रत्ययस्य वैशिष्ट्यं किम् इति चेत्, क्विप्रत्ययस्य सम्पूर्णलोपः जायते। ककारस्य इत्संज्ञा भवति लशक्व तत्ते, हलन्त्यम् इत्यनेन पकारस्य इत्संज्ञा, तयोः लोपः अपि भवति तस्य लोपः इति सूत्रेण। तर्हि केवलम् अत्र वकारः एव तिष्ठति, अत्र इकारः अपि उपदेशे अजानुनासिक इत्यनेन लुप्यते इति इत्संज्ञा भवति इति भावयामि। क्विप् इति क्विप् तर्हि वकारः एव तिष्ठति। वकारः इकारः अत्र उच्चारणार्थम् इति उक्तं, क्षम्यताम्, इकारः अत्र उच्चारणार्थम् इति उक्तमस्ति। तर्हि वकारः केवलं तिष्ठति, तस्य अपृक्त संज्ञकः अस्ति, अतः अपृक्तसंज्ञा भवति, अतः वेरपृक्तस्य इति सूत्रेण तस्यापि लोपः भवति। तर्हि प्रत्ययः सम्पूर्णतया लोपः जायते, किमपि न अवशिष्यते, तथापि व्याकरणरीत्या प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तस्य लक्षणं तत्रैव अस्ति। अतः अत्र यद्यपि लोपः जातः, क्विपरे अस्ति इति बुध्यते इति अत्र अस्मिन् परिच्छेदे उक्तम् अस्ति। उदाहरणमपि पठामि किं भगिनि? आमाम्, उदाहरणं पठतु। इदं योग क्विप् क्युप् इत्यस्य सर्वापहारः लोपः, इदम् इति एव तिष्ठति, अनुनासिकस्य क्विजलोः इति इत्यनेन अनुनासिकान्तस्य उपधायाः दीर्घादेशः, इदम् इत्यस्य मकारः अनुनासिकः, तस्मात् तस्य इदम् इत्यस्य उपधा अस्ति अकारः, तादृश अकारस्य दीर्घः भूत्वा इदाम् इति भवति। स्तनाद्यन्ताः धातवः इत्यनेन धातुसंज्ञा लभ्यते। लटि इदां योग शप् योग तिप् इदामति इति रूपं निष्पद्यते। हि बिहेव् लैक् दिस् वन् इति अर्थः स्यात् इदामति इति इत्यस्य। अत्र क्विप् प्रत्ययस्य क्विप् प्रत्ययस्य योजनेन नामधातु कथं लभते इति अत्र उदाहरणं प्रदर्शितमस्ति। तदर्थम् इदं योग क्विप् इत्यत्र क्विप् इत्यस्य लोपः भूत्वा केवलम् इदम् इति यत्र दृश्यते यत्र तिष्ठति, अस्य धातुसंज्ञा प्राप्यते क्विप् इत्यस्य योजने। इदाम् इति प्रथमं तु जायते अनुनासिकस्य क्विजलोः ङिति इति सूत्रेण। इदाम् इत्यस्य सनादन्तधातवः इत्यनेन धातुसंज्ञा प्राप्यते. यतो हि किप् इति सनादिप्रत्ययेषु अन्यतमः, अतः अत्र इदाम् इत्यस्य धातुसंज्ञा लभ्यते. इदां योग तिक्प शप् अपि इदानीम् आयाति, यतोहि तिप् इति कर्तृकः सार्वधातुकप्रत्ययः. इदां योग शप् योग तिप् इत्यस्य इदामति इति अन्तिमरूपं यथा लभ्यते. अत्र इदामति इति नामधातुः नामधातुः निष्पद्यते. इदामति इति लटि प्रथमपुरुषे एकवचने. समीचीनं भगिनी, सम्यक् अस्ति. तर्हि अत्र इदामति बिहेव्स् लैक् दिस् वन्. ओके, इदानीं राजन्योगः क्विप् किं शोभा भगिनी पठति वा? आं भगिनि, राजन्योगः क्विप् इति क्विप् इत्यस्य सर्वापहारः हारलोपः. राजन् अनुनासिकस्य क्विझलोः णिति इत्यनेन अनुनासिकान्तङ्ग अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशः. राजान् इति स्थनाद्यन्ता धातवः इत्यनेन तस्य धातुसंज्ञा. लटि राजान् इति भवति. राजान् लटि राजान् योगः शप् योगः तिप् इति योजनेन राजानति हि बिहेव्स् लैक् ए किङ्ग् इति अर्थः भवति. तर्हि तत्र अनुनासिकस्य क्विजलोः क्निति इत्यनेन उपधा दीर्घः राजन् इति शब्दस्य, अपि च सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा. तदनन्तरं शप् अपि च तिप् इति योजनेन राजानति इति रूपं भवति. अग्रे पठनीयं वा भगिनि? विशेषनियमः इति क्षम्यतां भगिनि, समीचीनमस्ति. अत्र इतोपि सूत्रं दीर्घसूत्रमस्ति, इदानीं पठितुं न शक्यते, समयः अतीतः. अस्तु, अतः अत्र एव स्थगनं कुर्मः. यतोहि दशवादनम् अभवत्, तर्हि दीर्घसूत्रस्य पठनार्थं समयः अपेक्षितः. तर्हि अत्र स्थगनं कुर्मः. कोऽपि प्रश्नः अस्ति वा? तर्हि अनुनासिकस्य क्विजलोः कृति इति सूत्रं सर्वदा स्मर्तव्यम्. अस्य कार्यं बहुत्र भवति. एवमेव अनुदातोपदेशवनति तनोत्यादीनाम् इति सूत्रमपि, तद् अग्रिमसप्ताहे पठिष्यामः. अस्तु, तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. नमस्कारः.